ॐ येन धौता गिरः पुंसां विमलै शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। ॐ श्रीगुरुभ्यो नमः। धन्यवादः भगिनि, धन्यवादः। सर्वेषां स्वागतम् अस्मिन् वर्गे, सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं तत्र विषयः, प्रवर्तमानः विषयः आसीत् तत्र पूर्णप्रत्ययान्ताः इति। तस्मिन् किञ्चिदेव करणीयमस्ति, किन्तु तद् अद्य त्यक्त्वा तत्र अग्रे सरामः तर्हि तत्र नूतनविषयस्य आरम्भं कुर्मः। तदनन्तरं यदि समयः लभ्यते तत्र पुनः आगत्य तत्र गणपतिस्तोत्रम् एकमस्ति तत् अग्रिमवर्गे, अग्रिमे सप्ताहे तत्र वर्गः न भवति, अथवा तत्र सप्ताहद्वयानन्तरं पुनः वर्गः भवति। अस्तु, अतः तत्र नूतनविषयः आरम्भं तस्य आरम्भं कुर्मः। तत्र कश्चित् यतति सिद्धयति, तत्र चित् जनप्रयोगः पुटसङ्ख्या अस्ति तत्र सप्तसप्ततितमे पुटे। इदानीं तु तत्र वयं पूर्णप्रत्ययान्तः अतीतवन्तः इति कृत्वा तत्र इदानीं तत्र पुटसङ्ख्या इति तत्र 83 इति न वक्तव्यं, किन्तु 380तमे पुटे इति तादृशं वक्तव्यम्। अस्तु अस्तु तर्हि तत्र लक्ष्मी भगिनी आरम्भं करोति वा? पुटसङ्ख्या सप्तसप्तति तमपुटे अथवा तमपुटं कश्चित् यतति सिद्धये इति भगिनि, एतां कथाम् उच्चैः पठत अवगच्छत च। कस्मिंश्चित् ग्रामे कश्चन आश्रमः आसीत्, तत्र कश्चन गुरुः निवसति, तस्य दशशिष्याः आसन्। आश्रमसमीपे एव काचित् नदी प्रवहति स्म। हा, समीचीनं भगिनि। अस्तु, अग्रे वेदा भगिनि। महोदय, आश्रमसमीपे एव काचित् नदी प्रवहति स्म, कदाचित् गुरुः कैश्चित् शिष्यैः सह नौकया कञ्चित् देशं प्रति प्रस्थितवान् आसीत्। गमनसमये एते पुरतः कुतश्चित् आगच्छन्तीं काञ्चित् नौकां दृष्टवन्तः। तस्यां नौकायां बहवः जनाः आसन्। यदा एते दृष्टवन्तः तदा एव सा नौका अकस्मात् काञ्चित् शिलां घट्टयित्वा भग्ना अभवत्। नौकायां स्थिताः सर्वे नद्याम् अपतन्, केचन मृताः, अन्ये केचन कथञ्चित् रक्षां प्राप्तवन्तः च। समीचीनं भगिनि। अस्तु, अग्रे शुभो भगिनि। आम् महोदय, तद्दृश्यं दृष्ट्वा गुरुः शिष्यान् उक्तवान्, नौकायां कश्चन दुष्टः आसीत्, तस्य एकस्य कारणतः एषा दुर्घटना सम्भूता। निर्भाग्याः केचन मृत्युमुखं प्रविष्टवन्तः, अन्ये केचन मृतप्रायाश्च सञ्जाताः इति। अग्रिमम् अत्र तत्र वाक्यद्वयं तदपि पठतु। गुरोः वचनं श्रुत्वा सर्वे शिष्याः आश्चर्येण तं दृष्टवन्तः। पृष्टवन्तः गुरो, तेषु कश्चित् दुष्टः स्यात् नाम, परन्तु एकस्य दुष्टस्य कारणेन निरपराधैः अन्यैः अपि मरणं प्राप्तव्यम्, इत्येतद् कथं समीचीनं भवेत् इति। समीचीनं भगिनि, धन्यवादः। अग्रे नरेश् महोदय। आं महोदय, गुरुः किञ्चिदपि न उक्तवान्, स्वल्पसमयानन्तरं ते अन्यत् तीरं प्राप्तवन्तः, सर्वे अग्रे गच्छन्तः आसन्। तदा केनचित् शिष्येण सिकतासु निमग्नः कश्चन शङ्खः दृष्टः, सः कथञ्चित् तं गृहीत्वा इतस्ततः भ्रामितवान्। शङ्खस्य अन्तः काश्चन पिपीलिकाः आसन्। तासु काचित् पिपीलिका तस्य हस्तम् अदशत्। तदा सः शिष्यः तीव्रवेदनाम् अनुभूय क्रोधेन तं शङ्खं नद्यां क्षिप्तवान्। सर्वाः पिपीलिकाः मृताः अभवन्। समीचीनं महोदय, अस्तु अग्रे ललिता भगिनी। हा महोदय, तदा गुरुः शिष्यान् उक्तवान्, भोः शिष्याः पश्यन्तु काचित् पिपीलिका एतम् अदशत्, किन्तु तस्याः कारणतः सर्वाः अपि पिपीलिकाः एतेन जले पातिताः। एवमेव एकः दुष्टः भवति चेदपि तस्य प्रभावः तं परितः स्थितानां निरपराधानां सज्जनानाम् उपरि अपि भवति इति। गुरोः वचनं श्रुत्वा सर्वे विस्मिताः अभवन्। हा समीचीनं भगिनी, हा अस्तु। अतः तत्र मूलविषयः अस्ति, धन्यवादः भगिनी, मूलविषयः अस्ति तत्र चित् अपि चन प्रत्ययः, तेषां प्रयोगः, तत्र रूपम् अपि तत्र नियमाः के इति एकवारं पश्यामः, तदनन्तरं तत्र पुनः कथां पठामः। अस्तु, तत्र पङ्क्तिशः पठामः तत्र। अस्तु, अग्रिमे पुटे तत्र प्रिया भगिनी, अग्रिमे पुटे तत्र अवधेयम् इति अस्ति, तत्र एकवारं पठति वा भगिनी? 78 आम् महोदय। अवधेयं किम् इति शब्दः प्रश्नार्थकः। तस्य रूपैः सह चित् चन योजनेन अनिश्चितार्थकत्वं सिद्ध्यति। उदाहरणं, काचित् गच्छति, अत्र का गच्छति इति निश्चयः नास्ति। कश्चन अभिनयति, अत्र कः अभिनयति इति निश्चयः नास्ति। शिशिरः केनचित् सह क्रीडति, अत्र केन सह क्रीडति इति निश्चयः नास्ति। एतादृशः अर्थः अनिश्चितार्थः। अतः किञ्चित् विवृणोतु भगिनि तत्र चित् अपि चन इत्युक्ते किम्। प्रश्नवाचकः किं शब्दस्य योगे चित् चन इति प्रयोगं कुर्मः चेत् तत्र किञ्चित् सम्यक् न जानामि एतत् कः अस्ति कः अस्ति निर्धारितं नास्ति। निश्चितः तत्र संशयः अस्ति किन्तु निश्चयः नास्ति। निश्चयेन वयं न वक्तुं शक्नुमः एषः एव सः गच्छति इति, कोऽपि पुरुषः गच्छति इति केवलं जानीमः। हा समीचीनं भगिनि, अतः तत्र प्रायशः तत्र ऊहा कर्तुं शक्नुमः किन्तु सम्यक्तया न जानीमः, निश्चयः नास्ति तत्र, किन्तु एकः अस्ति सः गच्छति, कोऽपि गच्छति, कश्चन गच्छति इति एव वक्तुं शक्नुमः। समीचीनं भगिनि, हा अतः तत्र चित् चन इति योगे तत्र कीदृशः अर्थः भवति तत्र, तस्य नाम किम् अर्थः, एतादृशः अर्थः, हा तत्र कत्वम् इति भावः, किन्तु अर्थः अस्ति अनिश्चितार्थः, नाम निश्चयः नास्ति नास्ति इति। समीचीनं भगिनि, हा अस्तु। गीताञ्जलि भगिनी नमस्कारः। नमस्ते महोदय, क्षम्यतां महोदय। चिन्ता मास्तु भगिनी, नमस्कारः। पुटसङ्ख्या अस्ति तत्र 78 पुटम्। अवगतं महोदय। अस्तु भगिनि, अस्तु अस्तु, तर्हि तत्र अग्रे तत्र लक्ष्मी भगिनी इदानीं तत्र एकवारं तत्र पुल्लिङ्गे रूपाणि कानि इति एकवारं पठति वा भगिनी? अस्तु, पुल्लिङ्गे प्रथमविभक्तिरूपाणि कश्चित्, कौचित्, केचित्। द्वितीया कञ्चित्, कौचित्, कांश्चित्। तृतीया केनचित्, काव्याञ्चित्, कैश्चित्। चतुर्थी कस्मैचित्, काव्याञ्चित्, केभ्यश्चित्। पञ्चमी विभक्ति कस्माचित्, काव्यश्चित्, काव्याञ्चित् काव्याञ्चित् केभ्यश्चित् षष्टिविभक्ति कस्यचित् कयोश्चित् केषुचित् केषाञ्चित् केषाञ्चित् षष्टि खलु केषाञ्चित् सप्तमी विभक्ति कस्मिंश्चित् कयोश्चित् केषुचित् केषुचित् इति हा अतु अस्तु समीचीनम्. अतः तत्र इदानीं तत्र यदि रूपाणि पश्यामः तत्र किम् आवश्यकं तत्र कुत्र सावधानम् अपेक्षितम् इत्युक्ते तत्र मध्ये मध्ये शकारः आगच्छति इति हा अपि खलु तत्र कुत्र कुत्र का शकारः आगच्छति लक्ष्मी भगिनी तत्र प्रथमविभक्तौ विसर्गस्य सकारादेशः अनन्तरं शकारादेशः भवति हा अतः तत्र कः योगः चित् किं भवति कश्चित् कश्चित् इति समीचीनम्. अपि तदनन्तरं तत्र कैः चित् तत्र किं भवति कैः चित् विसर्गस्य सकार सकारादेशः अनन्तरं शकारादेशः कैश्चित् कैश्चित् केभ्यः पुनः केभ्य केभ्यश्चित् हा तदनन्तरं अन्यत्र कुत्र कयोः तत्रापि अन्यत्र कयोः कयोः कयोः कयोः कयोश्चित् हा कयोश्चित् इति अस्ति. अपि तत्र द्वितीयविभक्तो प्रथमवचन प्रथम द्वितीयविभक्तो एकवचने किम् अस्ति कम् कम् इति कः इति तत्र कम् इति कं योगः चित् किं भवति तत्र मकारस्य पञ्चमवर्णः आदेशः भवति हा अतः तत्र कञ्चित् चवर्गीय चवर्गीय अनुनासिक आगच्छति अत्र कञ्चित् इति हा अपि पुनः तादृशम् अन्यत्र कुत्र काभ्याञ्चित् तत्रापि काभ्याञ्चित् अन्यत्र कुत्र तत्र केषाञ्चित् केषाञ्चित् तत्रापि केषाञ्चित् अपि हा अपि तत्र कस्मिंश्चित् तत्रापि शकारस्य शकारः अस्ति किन्तु कारणं भिन्नम् इति मन्ये तत्र कस्मिंश्चित् इति अतः तत्र तत्रापि शकारः अस्ति. अस्तु समीचीनम्. इदानीं तृतीय समीचीनं महोदय हा कैः योगः द्वितीया ओ द्वितीया हा द्वितीया सत्यं हा कांश्चित् तत्रापि अस्ति समीचीनं महोदय हा तत्रापि कांश्चित् इति तत्रापि शकारस्य आदेशः अस्ति समीचीनं महोदय. अतः तत्र मध्ये मध्ये शकारः अस्ति इति तत्र सावधानम् अपेक्षितम् अस्ति. अस्तु समीचीनम्. अस्तु इदानीं तत्र शुभदा भगिनी स्त्रीलिङ्गे रूपाणि कानि इति एकवारं पठति वा भगिनि. आं महोदय. हा स्त्रीलिङ्गे काचित् केचित् काश्चित् काञ्चित् केचित् काश्चित् कयाचित् काभ्याञ्चित् काभिश्चित् कस्यैचित् काभ्याञ्चित् काभ्यश्चित् कस्याश्चित् काभ्याञ्चित् काभ्यश्चित् कस्याश्चित् कयोश्चित् कासाञ्चित् कस्याञ्चित् कयोश्चित् कासुचित्. तत्र कुत्र कुत्र शकारः इति किञ्चित् विवृणोतु भगिनि. काचित् केचित् काश्चित् अत्र का के काः इति अस्ति तत्र विसर्जनीयस्य सह इति सूत्र तत्र सकारः आगच्छति तदनन्तरं सकारस्य षत्व भवति शकारः आगच्छति अतः काश्चित् इति भवति. अपि च काञ्चित् अत्र काम योगः चित् इति सन्धिः अस्ति तत्र काम इति प्रथमं तु अनुस्वारः भवति मोनुस्वारः इत्यनेन तदनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन काञ्चित् चवर्गस्य अनुनासिकस्वरः ञ इति अस्ति अतः काञ्चित् तत्र ञ आगच्छति काञ्चित् इति भवति. तदनन्तरं काश्चिदपि तदेव सकारः तदनन्तरं शकारः कयाचित् काभ्याञ्चित् अत्र अपि तदेव काभ्याञ्चित् काभिः तत्र विसर्गः हा काभिः तत्र विसर्गः अस्ति काभिः चेत् विसर्गस्य सकारः तदनन्तरं षकारः कस्यैचित् तु सरलमस्ति काभ्याञ्चित् अत्र अनुस्वारः तदनन्तरं परसवर्णः तदनन्तरं काभ्यश्चित् पुनः काभ्यः योगः चेत् तत्र अनुस्वारः क्षम्यतां विसर्गः विसर्गस्य सकारः तदनन्तरं श्चुत्वं श इति आयाति तदनन्तरं कस्याश्चित् कस्याः इति अस्ति कस्याः योगः चेत् सकारः तदनन्तरं षकारः अतः कस्याश्चित् काभ्याञ्चित् तत्र काभ्याः अस्ति कस्याः नो काभ्यां काभ्यां काभ्याम् अस्ति क्षम्यताम् काभ्यां योगः चेत् अत्र काभ्याम् इति प्रथमं तु अनुस्वारः तदनन्तरं परसवर्णः अतः ञ योगः चेत् काभ्याञ्चित् इति भवति काभ्यश्चित् अतः अत्रापि काभ्यः योगः चेत् सकार विसर्गस्य सकारः तदनन्तरं षकारः अतः काभ्यश्चित् इति भवति तदनन्तरं कस्याश्चित् कस्याः इति अस्ति कस्याः योगः चेत् तत्र विसर्गस्य सकारः तदनन्तरं षकारः अतः कस्याश्चित् इति रूपं भवति कयोः कस्याः तदनन्तरं कयोः कयोः योगः चेत् कयोः इति विसर्गः अस्ति विसर्गस्य सकारः षकारः अतः कयोश्चित् इति भवति कासाञ्चित् अत्र कासाम् इति अस्ति रूपम् अतः कासां योगः चित् तत्र अनुस्वारः तदनन्तरं परसवर्णः अतः कासाञ्चित् इति भवति कस्याञ्चित् अत्रापि कस्याम् इति रूपमस्ति कस्यां योगः चित् तदेव अनुस्वारः तदनन्तरं परसवर्णः अतः कस्याञ्चित् इति भवति कयोश्चित् अत्र कयोः इति रूपमस्ति कयोः योगः चित् विसर्गस्य सकारः तदनन्तरं श्चुत्वम् अतः कयोश्चित् इति भवति कासुचित् अत्र तु मेलनम् एव हा समीचीनं भगिनि अतः तत्र केवलं तत्र कार्यद्वयमस्ति तत्र विसर्ग अस्ति चेत् षकारस्य आदेशः नो चेत् तत्र अन्यत् कार्य हा अन्यत् अस्ति हा अनुस्वारः अस्ति तत्र ण्यकारस्य आदेशः तत्र कस्याश्चित् कस्याञ्चित् इति अतः तत्र कार्यद्वयमेव अस्ति हा कुत्र कुत्र विसर्गः कुत्र कुत्र अनुस्वारः इति यदि स्मरामः तत्र रूपं सरलतया कर्तुं शक्नुमः समीचीनं भगिनी धन्यवादः अस्तु वंशीसुधा भगिनी नमस्कारः अस्तु भगिनि अस्तु भगिनि चिन्ता मास्तु नमस्कारः अस्तु गीताञ्जलि भगिनि तत्र अवधेयम् इति अस्ति तत्र नवसप्ततितमे पुटे पठति वा भगिनि कश्चित् काचित् किञ्चित् इत्यादयः सर्वे अपि विशेषणत्वेन उपयुज्यन्ते अतः ते सर्वे विशेष्यस्य लिङ्गं वचनं विभक्तिं च अनुसरन्ति यथा सः कश्चित् बालकः तत्र विशेष्यं किं विशेषणं किं हा बालकः तु विशेष्यं कश्चित् इति विशेषणम् इत्युक्ते समीचीनम् बालकः कश्चित् बालकः इति हा अस्ति समीचीनम् इदानीं तत्र तस्य द्वितीयविभक्तिरूपं वदतु तत्र तं पठ तं पश्यामि इति कौचित् बालकौ अस्तु द्विवचने अस्तु समीचीनं हा बहुवचने बहुवचनं ते केचित् बालकाः ते केचित् बालकाः समीचीनं हा इदानीं तत्र द्वितीयविभक्तिरूपं करोतु एकवचने हा द्वितीयविभक्तिरूपम् इति भवति तं कञ्चित् बालकं हा तत्र अहं बालकं पश्यामि अहं तं कञ्चित् बालकं पश्यामि तं कञ्चित् बालकं पश्यामि समीचीनं भगिनि हा इदानीं तृतीया वदतु तत्र द्वितीया अस्ति चेत् तेन केनचित् बालकेन हा इति रूपं समीचीनं भगिनि हा तेन केनचित् बालकेन हा मम मित्रं गच्छति हा इति समीचीनं भगिनि अस्तु उत्तमम् अस्तु अग्रे हा वदतु भगिनि प्रश्नः वयं तं तं कञ्चित् बालकम् इति वदामः चेत् कञ्चित् वदामः चेत् न जानामि बालकः कः परन्तु तं वदामः चेत् वयं जानीमः तं बालकम् इति ततः तं बालकम् इति किन्तु तत्र बालकस्य नाम न सः अपरिचितः इति चिन्तयतु अस्तु अस्तु अतः तत्र तादृशमपि तत्र कश्चन बालकः अथवा तम् अथवा तत्र अहं पश्यामि इति त्यजामः सत्यमेव अस्तु तत्र सः दृष्टवान् तत्र रमेशः कञ्चित् बालकं मार्गे दृष्टवान् एतत् अवगतं परन्तु तं कञ्चित् बालकम् इति अस्तु तत्र सः अस्ति इति कृत्वा वा सः अस्ति चेत् निश्चितम् अस्ति तं बालकम् इत्युक्ते बालकस्य नाम न जानीमः जानीमः सत्यं भगिनि सत्यं हा तत्र प्रायशः तत्र सः इति तत्र हा तस्य आवश्यकता प्रायशः नास्ति हा सत्यमेव भगिनि हा कश्चन बालकः इति एव अस्तु प्रायशः पर्याप्तं सत्यं सत्यं भगिनि अत्र केवलम् अभ्यासार्थं तत्र विशेषणमस्ति इति तत्र तस्य दृढता भवतु इति स्वीकृतम् इति मन्ये तावदेव हा महोदय तदपि समीचीनमेव इत्युक्ते आङ्ग्लभाषायां हिन्दीभाषायाम् अपि वयं तदेव वदामः कदापि इत्युक्ते वः एक लड्की है वः कै न वि से लैक् देट् आल्सो इन् हिन्दी इत्युक्ते बालकः कः इति वयं न जानीमः किन्तु बालकः अस्ति तु न अस्तु भगिनि सत्यमेव किन्तु तत्र कश्चन बालकः अस्ति इति एव भवति किन्तु सः कश्चन बालकः इति न वदामः तत्र सः इत्युक्ते कः तत्र देट् पर्सन् इति भवति खलु अस्तु महोदय किन्तु कश्चन बालकः तु समीचीनमेव सत्यमेव तत्र तत्र प्रायशः प्रश्नः भवितुम् अर्हति किन्तु त्यजामः अस्तु स्वीकुर्मः सत्यं भगिनि अस्तु अग्रे तत्र वेदा भगिनी इदानीं तत्र द्वितीयवाक्यं करोतु आं महोदय काचित् महिला गच्छति तत्र विशेष्यं किं विशेषणं किं विशेषणं काचित् महिला विशेष्यमस्ति काचित् महिला गच्छति महिला विशेष्यं काचित् इति विशेषणम् अस्तु तत्र द्वितीयाविभक्तिरूपं किम् अस्ति द्वितीयाविभक्ति एकवचनं वा एकवचनं काचित् महिला गच्छति तत्र गच्छति इति त्यजतु केवलं तत्र काचित् महिला इति तस्य द्वितीयविभक्ति काञ्चित् महिलां काञ्चित् महिलाम् अस्तु समीचीनं तृतीयाविभक्ति महिलां पश्यामि अस्तु तृतीयाविभक्ति तृतीयाविभक्ति तृतीयाविभक्ति कयाचित् कयाचित् महिलायाः महिलया महिला रमया महिलया महिलया इति समीचीनं भगिनि हा अस्तु कयाचित् महिलया कयाचित् महिलया समीचीनम् अस्तु शोभा भगिनी अग्रिमवाक्यं तत्र वाक्यं वदामि वा कयाचित् महिला चिन्ता मास्तु भगिनि केवलम् अभ्यासार्थं हा अस्तु शुभ भगिनी आं महोदय तत्र किञ्चित् पुस्तकम् अस्ति तत्र विशेषं किं विशेषणं किं पुस्तकं विशेष्यम् अस्ति किञ्चित् इति तस्य विशेषणम् अस्ति हा इदानीं तत्र तृतीया अपि चतुर्थी वदतु तत्र तत्रापि अस्ति त्यजामः केवलं तत्र किञ्चित् पुस्तकं तत्र तृतीया अपि चतुर्थी अस्तु कयाचित् कयाचित् तत्र न किमर्थं कयाचित् किञ्चित् इति पुस्तकम् इति लिङ्गं किं क्षमतां क्षमतां किञ्चित् अस्ति चेत् केनचित् केनचित् पुस्तकं पुस्तकेन पुस्तकेन केनचित् पुस्तकेन इदानीं चतुर्थी कस्मैचित् कस्मैचित् पुस्तके पुस्तकाय पुस्तकाय कस्मैचित् पुस्तकाय कस्मैश्चित् कस्मैचित् पुस्तकाय अन्वेषणं करोति अन्वेषणं तादृशवर् इति समीचीनम् अस्तु समीचीनं भगिनि अस्तु इदानीम् अग्रे वंशीसुधभगिनी केवलं शृणोति अस्तु नरेश् महोदय अग्रिमं वाक्यं ह्यः कश्चित् अतिथिः आगतवान् विशेष्यं किं विशेषणं किम् अतिथिः विशेष्यं कश्चित् विशेषणं समीचीनम् अस्तु इदानीं तत्र चतुर्थी पञ्चमी विभक्तिरूपाणि वदतु चतुर्थी पञ्चमी एकवचने एकवचने कस्मैचित् कस्मैचित् अतिथि हरिवत् हरिः वत् अतिथे तत्र हरये नमः अतिथये कस्मैचित् अतिथये अतिथये अतिथये अपि तत्र पञ्चमी पञ्चमी कस्माञ्चित् कस्माच्छित् कस्माच्छित् कस्माच्छित् अतिथयाः न न न अतिथयः तत्र श्रीलिङ्गरूपम् अस्ति हरे हरये तदनन्तरं पञ्चमी विभक्तिका अस्ति तिथि हरेः हरेः हरेः कस्माच्चित् हरेः किन्तु अतिथेः अतिथिः अतिथेः कस्माचित् अतिथेः समीचीनं महोदय अस्तु धन्यवादः ललितभगिनी अग्रिमवाक्यं वदामि महोदय महोदय तत्र गुरुतिथिः स्त्रीलिङ्गे अस्ति चेत् तत्र अतिथिः इति स्त्रीलिङ्गरूपं प्रायशः भगिनी तत्र अतिथिः इति केवलं पदमेव नाम कोऽपि अतिथिः भवतु तत्र महिलापि अतिथिः भवतु तत्र अतिथिः इति पुल्लिङ्गरूपम् इति मन्ये न तत्र स्त्रीलिङ्गे भवन् भवति किल महोदय पञ्चमी किमर्थं भगिनि अतिथिः इति हरिशब्दवत् इति मन्ये खलु मतिशब्दवत् नास्ति इति मन्ये ओ अस्तु महोदय क्षमतां प्रायशः खलु प्रायशः इति चिन्तयामि अतिथिः इति पुल्लिङ्गपदम् इति मन्ये भगिनि यदि यदि स्त्रीलिङ्गे अस्ति स्त्रीलिङ्ग अतिथिः आगच्छति चेत् किं वदामः तत्रापि अतिथिः एव वदामः इति मन्ये भगिनि यतोहि तत्र अतिथिः नाम पुरुषः वा महिला वा इति तस्य प्रामुख्यता नास्ति केवलं तत्र अतिथिरूपेण कोऽपि अथवा कापि आगतवान् अथवा आगतवती इति एव वार्ता तत्र पुंलि आं महोदय तत्र पुंलिङ्गमेव पुल्लिङ्गमेव तत्र स्त्रीलिङ्गरूपं नास्ति इति मन्ये भगिनि नास्ति इति मन्ये महोदय यथा तत्र व्यक्तिः इति अस्ति खलु पदम् आम् आम् व्यक्तिः इति तु स्त्रीलिङ्गपदम् अस्ति मतिशब्दवत् अस्ति अस्तु अतः तत्र व्यक्तिः तत्र कति व्यक्तयः सन्ति तत्र पुरुषः भवतु तत्र कोऽपि आगच्छति तत्र किं तत्र नागेन्द्रः आगच्छति इति चिन्तयतु कोऽपि आगच्छति किन्तु एका व्यक्ति आगता इति एव वदामः आम् आम् आम् महोदय तादृश अतिथिः अतिथिः तत्र पुरुषः वा महिला वा इति तस्य प्रामुख्यता नास्ति इति मन्ये, केवलम् अतिथिः एकः आगतः इति. हा, यः तिथिः न दृष्ट्वा आगच्छति स अतिथिः. अस्तु, धन्यवादः भगिनि. तत् सत्यं वा भगिनि? ओ अस्तु, ओ अस्तु, न न ज्ञातवान्, धन्यवादः भगिनि. अस्तु, सुन्दरमस्ति. अभ्यागतः अपि च अतिथिः, यः अहं पृच्छामि आगच्छतु सः तु अभ्यागतः, यः न वदामि तस्य नाम अपि अतिथिः इति भवतु महोदय. ओ अस्तु, धन्यवादः भगिनि, उत्तमं, धन्यवादः भगिनि. हा अस्तु, इदानीं तत्र हा ललिता भगिनी भवति. हा, गुरुः कांश्चित् छात्रान् पाठयन् अस्ति. हा, तत्र विशेषं किं, विशेषणं किम्? विशेषणं कांश्चित् छात्रान् विशेष्य. विशेषं समीचीनम्. इदानीं तत्र प्रथमाविभक्ति एकवचनरूपं वदतु, तत्र द्वितीयाविभक्ति अस्ति. हा, गुरुः कश्चित्, न न, इदानीं सर्वं मास्तु, केवलं तत्र कांश्चित् छात्रान् इति तस्य प्रथमविभक्तिरूपम् एकवचने वदतु. कश्चित् छात्रा, छात्रः. हा, कश्चित् छात्रः, अस्तु समीचीनं. छात्रः प्रथमाविभक्ति. अस्तु समीचीनं. बहुवचने? बहुवचने का, केचित् छात्राः. हा, इति समीचीनं भगिनि. अस्तु, अपि तत्र सप्तमीविभक्ते, सप्तमीविभक्ति बहुवचनं. हा, केषुचित्, केषुचित् छात्रेषु. हा, इति भवति, इति समीचीनं भगिनि. अस्तु, अग्रे प्रिया भगिनि, इदानीम् अग्रिमवाक्यं. महोदय, वृद्धः केनचित् दण्डेन चलति. तत्र विशेषं किं, विशेषणं किम्? अत्र विशेष्यं दण्डेन, दण्डः इति अस्ति, केनचित् इति तस्य विशेषणमस्ति. हा समीचीनं. हा, इदानीं तत्र षष्टिरूपं, षष्टिविभक्तिरूपं किम्? कस्यचित् दण्डस्य. हा समीचीनं. तत्र सप्तमी एकवचने, कस्मिंश्चित् दण्डे. कस्मिंश्चित् दण्डे, समीचीनं भगिनि. अस्तु, शुभदा भगिनि, तत्र अग्रिमवाक्यं. माता कस्मैचित् भिक्षुकाय भोजनं दत्तवती. कस्मैचित् इति विशेषणं, भिक्षुकाय इति विशेष्यम्. हा, तत्र षष्ठी बहुवचनं वदतु, तत्र किमस्ति? षष्ठी बहुवचने केषाञ्चित् भिक्षुकानां, भिक्षुकाणां. हा, भिक्षुकाणां, समीचीनं. हा, अपि सप्तमी बहुवचने, केषुचित् भिक्षुकेषु. भिक्षुकेषु, समीचीनं भगिनि. अस्तु, इदानीं तत्र गीताञ्जलि भगिनि, अग्रिमवाक्यं. अस्तु, तत्र लक्ष्मी भगिनि, अग्रिमवाक्यं. हा अस्तु महोदय, मम भगिनी कयाचित् सख्या सह महाविद्यालयं गतवती. हा, तत्र विशेषं किं, विशेषणं किं? कयाचित् विशेषणं, सख्या विशेषं. विशेषम्, अस्तु, प्रथमविभक्ति एकवचनं. भगिनी, काचित् सखी, काचित् सखी. हा, काचित् सखी, समीचीनं भगिनि. हा, सखी, सख्या, समीचीनं भगिनि, काचित् सखी. अस्तु, तत्र चतुर्थी बहुवचनं. कयाचित् सख्यया, न न, तृतीया अस्ति इदानीं, तत्र काचित् सखी, इदानीं तत्र चतुर्थी बहुवचनं. बहुवचनं, कस्यै, काभ्यां, केभ्यः, कस्य काव्यं, काव्यः, काव्य, काव्यश्चित् सख्याभ्य, सख्या, सखी, सखी, सखीभ्यः खलु, सखी. हा, न जानामि. तत्र नदी नदी शब्दस्य चतुर्थी वदतु नद्यै नदीभ्यां नदीभ्यां नदीभिः नदीभ्यः नदीभ्यः हा सखी अस्ति चेत् सखी सखीभ्यः हा इदानीं कस् काव्यश्चित् काव्यश्चित् सखी सखीभ्यः सखीभ्यः इति एव समीचीनं भगिनि हा अस्तु अस्तु अग्रे तत्र गीताञ्जलि भगिनी प्रायशः न श्रूयते अस्तु अस्तु हा अस्तु भगिनि इदानीम् अग्रिमं वाक्यं भगिनि कस्माच्चित् आपणात् वस्तूनि आनीतानि आनीतानि अत्र आपणात् इति विशेष्यं कस्माच्चित् इति विशेष्यं कस्माच्चित् न कस्माच्चित् इति विशेषणं खलु विशेषणं कस्माच्चित् विशेषणम् आपणात् विशेष्यं विशेष्यम् अस्तु इदानीं तत्र सप्तमी एकवचने वदतु रूपं किं सप्तमी अस्ति केषुचित् आपणेषु हा बहुवचने एकवचने एकवचने कस्मिन् कस्मिंश्चित् आपणे आपणे इति कस्मिंश्चित् आपणे समीचीनं भगिनि हा अस्तु अग्रे तत्र शुभदा भगिनी अन्तिमं तत्र कस्मिंश्चित् वित्तकोषे सः उद्योगी अस्ति वित्तकोषे इति विशेष्यं कस्मिंश्चित् इति विशेषणं हा अस्तु तत्र तृतीया किम् अस्ति बहुवचने तृतीया बहुवचने कैः इति कैश्चित् वित्तकोषैः हा कैश्चित् वित्तकोषैः समीचीनं भगिनि समीचीनम् अस्तु अस्तु तर्हि इदानीं तत्र रूपाणि दृष्टवन्तः अपि तत्र नियमः के इति अपि दृष्टवन्तः तत्र अनिश्चितार्थः इति मूलविषयः तत्र सम्यक्तया न जानीमः कः अथवा का अथवा किम् अस्ति इति सम्यक्तया न जानीमः अपि तत्र यत्र चित् अपि च न तयोः प्रयोगः भवति तत्र विशेषणम् इति स्मर्तव्यं नाम बालकः अस्ति चेत् तत्र कश्चित् बालकः अथवा कश्चन बालकः तत्र चित् चन तयोः मध्ये भेदः नास्ति अर्थभेदः नास्ति चित् नाम चन चन नाम चित् तत्र किमपि तत्र योजितुं शक्नुमः अस्तु इदानीं अतः तत्र साक्षात् मूलपाठस्य पङ्क्तिशः परिशीलनं कर्तुं शक्नुमः इति मन्ये अतः तत्र आरम्भं कुर्मः तर्हि तत्र नरेश् महोदय आरम्भं करोति वा तत्र आं महोदय कस्मिंश्चित् ग्रामे कश्चन आश्रमः आसीत् कस्मिंश्चित् ग्रामे सप्तमी विभक्ति ग्रामः निश्चितः न अस्ति कस्मिंश्चित् ग्रामे हा तत्र एकः ग्रामः अस्ति किन्तु तत्र न जानीमः तत्र अतः तत्र ग्रामः कश्चन ग्रामः तस्मिन् ग्रामे कस्मिंश्चित् ग्रामे कश्चन आश्रमः आसीत् आश्रमः निश्चितः न अस्ति परन्तु कश्चन आश्रमः अस्ति कश्चन कश्चित् कश्चन कश्चित् आश्रमः आसीत् तत्र कश्चन गुरुः निवसति हा नाम तत्र तस्मिन् ग्रामे तस्मिन् आश्रमे आश्रमे कश्चन गुरुः प्रथमविभक्ति एकवचनं एकः गुरुः निवसति तस्य दश शिष्याः आसन् गुरोः दश शिष्याः आसन् समीचीनं गुरोः दश शिष्यः आसन् समीचीनं हा आश्रमसमीपे एव काचित् नदी प्रवहति स्म हा इदानीं तत्र काचित् इति अस्ति काचित् स्त्रीलिङ्ग अस्ति प्रथमविभक्ति एकवचनं काचित् नदी हा काचित् एका नदी एका नदी किन्तु का नदी इति न जानीमः अतः तत्र काचित् नदी हा सा नदी तत्र प्रवहति स्म इति समीचीनं महोदय अस्तु अग्रे शोभा भगिनी कदाचित् गुरुः कैश्चित् शिष्यैः क्षम्यतां महोदय सह कैश्चित् शिष्यैः सह नौकया कञ्चित् देशं प्रति प्रस्थितवान् आसीत् तत्र कदाचित् कदा इति न जानीमः अतः कदाचित् गुरुः कैश्चित् शिष्यैः तत्रापि अनिश्चितम् अस्ति कैः शिष्यैः सह इति हा तत्र कैश्चित् शिष्यैः तत्र विशेषणविशेषभावः अतः सः नौकया कञ्चित् देशं तत्र देशम् इत्यस्य विशेषणं कञ्चित् भवति देशम् इति विशेष्यं प्रति प्रस्थितवान् आसीत् हा तत्र देशम् इति पदस्य विभक्ति का कञ्चित् अतः तत्र देशं तत्र द्वितीयविभक्ति भवति महोदय हा प्रति इति अस्ति हा प्रति इति अस्ति आम् सत्यं देशं प्रति इति अस्ति चेत् तत्र द्वितीया एव भवनीयं भवति तस्मात् प्राक् आम् अतः तत्र कञ्चित् इति भवति विशेषणं विशेषणं समीचीनं हा प्रस्थितवान् आसीत् तत्र शिष्यैः सह तत्र दशशिष्यैः इति न दत्तं किन्तु कैश्चित् शिष्यैः सह तत्र कति शिष्याः तत्र सन्ति अपि ते के इति अपि वयं न जानीमः इति समीचीनं भगिनि अस्तु अग्रे गमनसमये एते पुरतः कुतश्चित् आगच्छन्तीं काञ्चित् नौकां दृष्टवन्तः हा इदानीं तत्र दृष्टवन्तः इति स्वीकरोतु तत्र के दृष्टवन्तः के दृष्टवन्तः एते दृष्टवन्तः एते दृष्टवन्तः एते नाम के एते शिष्याः शिष्यः गुरुः अपि शिष्याः गुरुः अपि शिष्याः समीचीनं सर्वे हा सर्वे एते दृष्टवन्तः समीचीनं हा दृष्टवन्तः इदानीं तत्र कस्मिन् समये दृष्टवन्तः गमनसमये गमनसमये दृष्टवन्तः यद् यद् अग्रे भवति तत्र गमनसमये एते तद् दृष्टवन्तः इदानीं किं दृष्टवन्तः नौकां दृष्टवन्तः नौकां दृष्टवन्तः एते नौकां दृष्टवन्तः इदानीं तत्र नौकां प्राक् काञ्चित् इति अस्ति काञ्चित् नाम काञ्चित् नौका नौका इति स्त्रीलिङ्गे अस्ति अपि च तत्र द्वितीयविभक्तौ अस्ति अतः तस्य विशेषणं काञ्चित् काञ्चित् इति भवति कां योगः चेत् काञ्चित् काञ्चित् काञ्चित् काञ्चित् नौकां दृष्टवन्तः पुनः तत्र कीदृशीं नौकां दृष्टवन्तः आगच्छन्तीं नौकां दृष्टवन्तः हा आगच्छन्तीम् इति पदस्य विवरणं किम् आगच्छन्तीम् इति तत्र शत्रुप्रत्ययं शत्रन्तप्रत्ययं भवति आगच्छन्तीम् इति द्वितीयविभक्तौ एकवचने भवति हा तत्र प्रथमाविभक्ति एकवचने किम् अस्ति तत्र आगच्छति अस्ति चेत् आगच्छन्ति इति भवति न आगच्छन्ति स्त्रीलिङ्गे आगच्छन्ति स्त्रीलिङ्गे आगच्छन्ति इति अस्ति तत्र नदी शब्दवत् आगच्छन्ति नदी शब्दौ आगच्छति एव किल महोदय आगच्छन्ति आगच्छन्ति एव क्षमताम् आगच्छन्ति प्रथम अतः आगच्छन्तीम् इति द्वितीय भवति सत्यं तत्र इदानीं तत्र कुतः तत्र आगच्छन्ती नौका अस्ति कुतः आगच्छन्ती अस्ति सा नौका तत् अनिश्चितमस्ति अतः तत्र कुतः इति प्रयोगेन कुतश्चित् इति भूत्वा कुतश्चित् आगच्छन्तीं काञ्चित् नौकां दृष्टवन्तः इति. हा तत्र नौका का इति न जानीमः, कुतः आगतम् नौका आगता इति अपि न जानीमः. हा अतः तत्र कुतश्चित् आगच्छन्तीं नौ काञ्चित् नौकां दृष्टवन्तः ते. समीचीनम्. अस्तु अग्रे. तस्यां नौकायां बहवः जनाः आसन्. तत्र नौकायाम् इदानीं तत्र कुतश्चित् आगच्छन्तीं काञ्चित् नौकाम् इति अस्ति खलु, तत् तत्र स्थापयतु तत्र कीदृश्यां नौकायाम् इति. आं महोदय, तत्र कुतश्चित् आगच्छन्तीं काञ्चित् कुतश्चित् तिष्ठति, किन्तु इदानीं नौकाम् इति द्वितीयविभक्तौ आसीत्, इदानीं नौकायाम् इति सप्तमी अस्ति. कुतश्चित् आगच्छन्तीम् अस्ति चेत् तत्र तत्र नदीवत् एव भवति, अतः तत्र नौकायाम् इति तत्र सप्तमी भवति, नद्याम् इति भवति, अतः तत्र आगच्छन्त्याम् इति भवति वा महोदय? आगच्छन्त्याम्, आगच्छन्त्यां नौकायाम् अथवा आगच्छन्त्यां तस्यां नौकायाम् इति अपि. इदानीं काञ्चित् इति अस्ति तत्र, कस्याञ्चित् कस्याञ्चित् इति भवति. आगच्छन्त्यां कस्याञ्चित् नौकायां तत्र काम् अस्तु, काञ्चित् अस्ति चेत् द्वितीयम् इति भवति. आम् आम्, कस्याञ्चित् कस्याञ्चित् नौकायां बहवः जनाः आसन् इति. केवलम् अभ्यासार्थं तावत् एव महोदय. सम्यक्, समीचीनं. अस्तु अग्रे. यदा एते दृष्टवन्तः तदा एव सा नौका अकस्मात् काञ्चित् शिलां घट्टयित्वा भग्ना अभवत्. तत्र यदा एते दृष्टवन्तः, यदा ते पश्यन्ति सन्ति तदा इति अर्थे तत्र यदा एते पश्यन् तत्र पश्यन् इति शत्रन्तं तत्र पश्यन् पश्यन्तः पश्यन्तः पश्यन्तः सन्ति पश्यन्तः सन्ति. आम्, तत्र किं करणीयं महोदय? तत्र एव तत्र तदा एव तत्र किं भवति नौका? तदा एव नौका अकस्मात् काञ्चित् शिलां घट्टयित्वा भग्ना अभवत्. आम्, तत्र भग्ना इति का भग्ना अभवत्? नौका भग्ना अभवत्. विशेषणम् अस्ति भग्ना इति विशेषणम् अस्ति नौका इति पदस्य. तत्र काञ्चित् शिलां घट्टयित्वा घट्टयित्वा इति क्रियासूचकपदस्य कर्मपदं शिलां नौका शिलां घट्टयित्वा अतः काञ्चित् शिलां घट्टयित्वा इति. तत्र शिलाम् इत्यस्य विशेषणं काञ्चित् इति भवति. अस्तु समीचीनं भगिनी. अस्तु अस्तु अग्रे. तत्र इदानीं ललिता भगिनी अग्रे पठति वा? हा पठामि महोदय. नौकायां नौकायां स्थिताः सर्वे नद्याम् अपतन्. हा नाम नौकायां सप्तमी विभक्ति अस्ति, सर्वे नद्याम् अपतन्. तत्र तत्र वदतु, तत्र नौकायां विभक्ति का? नौकायां सप्तमी विभक्ति, नद्यामपि सप्तमी विभक्ति अस्ति, अपतन् लङ्लकारे बहुवचने अस्ति. हा समीचीनम्. अतः तत्र किम् अभवत्? तत्र सर्वे सर्वे सर्वे नद्याम् अपतन्, किन्तु के के सर्वे के सर्वे जनाः? किन्तु तत्र सर्वे जनाः वा अथवा केचन जनाः वा? केचन नौकायां ये जनाः नौकायां स्थिताः आसन्, ये जनाः नौकायां ते सर्वे अपतन्. नद्याम् अपतन् यतोहि तत्र नौका भग्ना जाता. नौका भग्ना जाता खलु, नौका भग्ना जाता अतः तत्र नौकायां स्थिताः जनाः सर्वे नद्याम् अपतन् अस्तु अग्रे केचन मृताः हा केचन केचन बहुवचने अस्ति प्रथमा विभक्ति हा मृताः आसन् इति मृताः आसन् मृताः आसन् हा अन्ये अन्ये केचन कथञ्चित् रक्षां प्राप्तवन्तः च हा तत्र प्राप्तवन्तः के प्राप्तवन्तः अन्ये केचन सर्वे मृता नास्ति मृताः मृताः नास्ति किन्तु नास्ति के मृताः इति न जानीमः के न मृताः इति न जानीमः अतः तत्र केचन मृताः अपि अन्ये केचन तथापि बहुवचने अस्ति कथञ्चित् रक्षां हा तत्र कथं ते रक्षं हा हा कथं ते रक्षां प्राप्तवन्तः इति न जानीमः किन्तु हा अतः तत्र यथा तत्र कुतश्चित् इति आसीत् कदाचित् इति अस्ति द्वितीयविभक्ति अस्ति न कथञ्चित् रक्षां न न द्वितीयविभक्ति न कथञ्चित् इति न तत्र कथम् इति पदमस्ति खलु कथञ्चित् नाम वयं न जानीमः तत्र कथम् अभवत् इति न जानीमः इति अतः तत्र कथं ते प्राप्तवन्तः इति न जानीमः अतः तत्र तत्र हा कथञ्चित् अतः तत्र कथञ्चित् कथं ते रक्षां प्राप्तवन्तः इति न जानीमः किन्तु ते रक्षां प्राप्तवन्तः केचन अन्ये केचन तत्र महोदय तत्र रक्षां द्वितीयविभक्ति अस्ति तर्हि कथञ्चिदपि कथं विशेषणं नास्ति विशेषणं नास्ति भगिनि तत्र हा तत्र हा हौ इति एव तत्र अतः तत्र कुतश्चित् यथा आसीत् तादृशम् अत्र केवलं तत्र विशेषणं नास्ति अत्र कथमस्ति महोदय हा हा हा सत्यं भगिनि हा हा हा सत्यं धन्यवादः भगिनि हा हा सत्यं सत्यं हा हा हा सत्यं हा अतः तत्र अतः तत्र विशेषणं नास्ति हा अस्तु तत्र रक्षां प्राप्तवन्तः अस्तु अग्रे प्राप्तवन्तः तद् दृश्यं दृष्ट्वा गुरुः शिष्यान् उक्तवान् नौकायां कश्चन दुष्टः आसीत् तस्य एकस्य कारणतः एषा दुर्घटना सम्भूता तद् दृश्यं दृष्ट्वा गुरुः शिष्यान् उक्तवान् ओके गुरुः शिष्यान् उक्तवान् किम् उक्तवान् शिष्यान् उक्तवान् शिष्यान् उक्तवान् उक्तवान् इति नौकाया तद् दृश्यं दृष्ट्वा उक्तवान् नौकायां कश्चन दुष्टः आसीत् सर्वे दुष्टः दुष्टाः नास्ति नौकायां कश्चन केचन जनाः दुष्टः आसीत् कश्चन एव केचन अपि नास्ति कश्चन एव एकः एव दुष्टः ओ दुष्टः ओ कश्चन दुष्टः हा कश्चन दुष्टः केचन दुष्टः इति नास्ति कश्चन दुष्टः एकः एव आसीत् तस्य एकस्य कारणतः एषा दुर्घटना सम्भूता तत्कारणेन अतः तत्र दुर्घटनायाः कारणं किम् इत्युक्ते एकः दुष्टः आसीत् नौकायाम् एकः दुष्टः आसीत् तस्य एकस्य कारणतः अथवा कारणात् किम् अभवत् एषा दुर्घटना सम्भवति इति वर्तमानकाले इति तत्र तप्रत्ययः अभवत् अभवत् किन्तु साक्षात् विशेषणमस्ति किं भगिनि असम्भवत् इत्युक्ते न सम्भव सत्यं भगिनि अतः तत्र यतोहि न किन्तु लङ्लकारस्य रूपं तद् नास्ति यतोहि सम् इति तत्र उपसर्गम् अस्ति चेत् तत्र नास्ति खलु हा तत्र लङ्लकारं कृत्वा एव उपसर्गस्य आयोजनं करणीयं खलु अतः तत्र असम्भवत् इति न भवति किन्तु समीचीनम् अवगच्छामि उत्तमम् अस्ति सम्भूत इति एव सम अभवत् सत्यं भगिनि किन्तु हास्यार्थकम् आसीत् खलु भगिनि अस्तु अस्तु असम्भवत् तावदेव अस्तु अस्तु समीचीनं भगिनि अस्तु अग्रे निर्भाग्याः केचन मृत्युमुखं प्रविष्टवन्तः अन्ये केचन मृतप्रायाश्च सञ्जाताः निर्भाग्यवशात् निर्भाग्याः केचन केचन निर्भाग्याः नाम दुर्भाग्याः किं मृत्युमुखं मृत्यु तस्य मृत्युः अभवत् हा तेषां तेषां तेषां तेषां मृत्युः अभवत् अन्ये केचन मृत्युमुखं प्रविष्टवन्तः केचन अन्ये नाम इदानीं ते भिन्नाः जनाः खलु अन्ये अन्ये नाम अन्ये अन्ये केचन किं मृतप्रायाश्च सञ्जाताः मृतप्रायाः प्रायः मृत्यु हा तत्र नियर् डेत् इति वदामः खलु नियर् डेत् इति तत्र मृतप्रायः तेषां मृत्युः समीचीनं तत्र समीपम् इति चिन्तितवन्तः किन्तु ते मृताः न ते सञ्जाताः समीपं गत्वा मृत्योः समीपं गत्वा पुनः आगतवन्तः इति ते एव तत्र प्राप्तवन्तः रक्षां प्राप्तवन्तः ये जनाः ते एव तत्र अतः तत्र मृत्युप्रायः एकवचने मृत्युप्रायाः इति सञ्जाताः सञ्जाताः इति समीचीनं भगिनि अस्तु धन्यवादः अस्तु अग्रे तत्र अग्रे गीताञ्जलि भगिनी अग्रे पठति वा गुरोः वचनं श्रुत्वा सर्वे शिष्याः आश्चर्येण तं गुरो तेषु कश्चित् दुष्टः स्यात् नाम परन्तु एकस्य दुष्टस्य कारणेन निरपराधैः अन्यैः अपि मरणं प्राप्तव्यम् इत्येतत् कथं समीचीनं भवेत् इति गुरो वचनं श्रुत्वा सर्वे शिष्याः आश्चर्येण तं पृष्टवन्तः कं पृष्टवन्तः हा तम् इत्युक्ते इत्युक्ते गुरुं गुरुं गुरुं पृष्टवन्तः आश्चर्येण आश्चर्येण इति भावः आश्चर्येण एक भावः तृतीया गुरो तेषु कश्चित् दुष्टः स्यात् इत्युक्ते वयं न जानीमः कः किन्तु कश्चित् अपि तत्र तत्र स्यात् इति विधिलिङ्ग् नाम तत्र भवति इति अस्ति न वा इति न जानीमः अस्तु भवतु तद् भवतु नाम नाम स्वीकुर्मः तत्र कोऽपि दुष्टः तत्र नौकायाम् आसीत् आसीत् इति स्वीकुर्मः भवतु नाम अथवा स्यात् नाम स्वीकुर्मः तद् अङ्गीकुर्मः तत्र कोऽपि आसीत् इति अङ्गीकुर्मः परन्तु परन्तु एकस्य दुष्टस्य कारणेन निरपराधैः अन्यैः अपि मरणं प्राप्तव्यम् एकस्य दुष्टस्य अत्र तु वयं न जानीमः सः इत्युक्ते कस्य किन्तु एकस्य इत्युक्ते एकमेव एकः एव अस्ति इति जानीमः विशेषभावः कारणेन निरपराधैः अन्यैः तत्रापि विशेषणविशेषभावः निरपराधैः अन्यैः प्रथमविभक्तौ किं भवति तृतीया किन्तु प्रथमविभक्ति न प्रथमविभक्ति रूपं किम् अस्ति निरपराधैः अन्यैः महोदय तस्य प्रथमविभक्तिः अन्यः निरपराधः अन्यः हा इति एकवचने बहुवचने अन्ये निरपराधाः ये हा ये अपराधं तेषाम् अपराधः तत्र अपराधं न कृतवन्तः अतः निरपराधाः तेषां मरणमपि अथवा तत्र तैः अपि मरणं प्राप्तव्यं तत्र प्राप्तव्यम् अनियर् अस्ति चेत् तत्र तव्यत् अनियर् अस्ति चेत् तत्र तृतीया इति खलु मया कर्तव्यं हा मया करणीयं तैः मरणं प्राप्तव्यम् इति इति एतत् कथं तृतीया तु कुत्र अस्ति महोदय प्राप्तव्यं तु अनियर् तेन कारणेन प्राप्तव्यमस्ति चेत् तत्र मया प्राप्तव्यमेव भवति खलु आम् महोदय अतः तत्र अत्र कैः प्राप्तव्यम् अन्यैः प्राप्तव्यम् अन्यैः निरपराधैः अतः तत्र प्रश्नः कः इति जानाति वा भगिनि तत्र शिष्यानां प्रश्नः कः कथम् इति समीचीनं कथम् इति तत्र एकः दुष्टः अस्ति तस्य मरणं भवतु किन्तु अन्येषां मरणं किमर्थम् इति खलु अन्येषां तु निरपराध ते सर्वे निरपराधाः अतः तत्र निरपराधाणाम् अन्येषां मरणं किमर्थम् इति प्रश्नः अस्तु इति तत्र कथं तत् कथं समीचीनं भवेत् इति ते भवेत् अपि विधिः अस्ति कथं समीचीनं भवेत् इति समीचीनं भगिनि अस्तु अग्रे तत्र शुभदा भगिनि अग्रे पठति वा आं महोदय गुरुः किञ्चिदपि न उक्तवान् अस्तु गुरुः किञ्चिदपि न उक्तवान् अत्र किञ्चिदपि इति तत्र नपुंसकलिङ्गं किञ्चित् नपुंसकलिङ्गम् अस्ति किञ्चित् इति परन्तु ओके तस्य विशेषणं भवति अत्र किं अत्र न तत्र किञ्चिदपि तत्र किं तत्र किञ्चित् अपि वचनं न उक्तवान् इति तत्र किन्तु विशेषं नास्ति तत्र किञ्चिदपि न उक्तवान् इति तावदेव स्वल्पसमयानन्तरं ते अन्यत् तीरं प्राप्तवन्तः स्वल्पसमयानन्तरम् इत्युक्ते किञ्चित् समयानन्तरं ते सर्वे गुरुः अपि च दशशिष्याः अन्यत् तीरं तत्र प्राप्तवन्तः तत्र गतवन्तः सर्वे अग्रे गच्छन्तः आसन् गच्छन्तः इति शत्रन्तरूपं सर्वे इत्यस्य विशेषणं सर्वे इति बहुवचने अस्ति अतः गच्छन्तः इति बहुवचने सर्वे अग्रे गच्छन्तः आसन् तदा केनचित् शिष्येण सिकतासु निमग्नः कश्चन शङ्खः दृष्टः तदा किम् अभवत् चेत् केनचित् शिष्येण अत्र तृतीया अस्ति शिष्येण इति विशेष्यं केनचित् इति तस्य विशेषणं केनचित् शिष्येण कः शिष्यः इति कः शिष्यः तत् शङ्खः दृष्टवान् इति न जानीमः निश्चयः तस्य निश्चयः निर्धारितः शिष्यः इति नास्ति केन कोऽपि शिष्यः अस्ति अतः तेन केनचित् शिष्येण सिकतासु निमग्नः कश्चन शङ्खः दृष्टः अत्र कश्चन शङ्खः इति प्रथमा विभक्त्यामस्ति शङ्खः इति अत्र तु कर्मणि प्रयोगः अस्ति अतः शङ्खः इति कर्म अस्ति, परन्तु तस्य प्रथमाविभक्तिः अत्र दृश्यते. शङ्खः इति प्रथमाविभक्ति एकवचने, तस्य विशेषणं कश्चन इति कश्चन, अतः तदपि प्रथमाविभक्ति एकवचने अस्ति. तिकतासु निमग्नः कश्चन शङ्खः दृष्टः. दृष्टः, समीचीनं. दृष्टः कः दृष्टः? शङ्खः दृष्टः. पुनः दृष्टः विशेषणमस्ति, दृष्टः अपि शङ्खः इति पदस्य विशेषणम् विशेषणमस्ति. अतः शङ्खः इति पदस्य दृष्टः शङ्खः, सिकतासु निमग्नः शङ्खः अपि इति. अग्रे अग्रिमवाक्यमपि करोतु भगिनि. सः कथञ्चित् तं गृहीत्वा इतस्ततः भ्रामितवान्. हा, इदानीं तम् इत्युक्ते कम्? शङ्खम्. हा, इदानीं तत्र कथञ्चित्, पुनः तत्र कथञ्चित् इति तत्र विशेषणं किमपि नास्ति, केवलं तत्र कथम् इति न जानीमः, किन्तु कथमपि सः गृहीत्वा तं शङ्खं गृहीत्वा. इदानीं तत्र निमग्नः दृष्टः शङ्खः इति तत्र यदस्ति तत्र तस्य प्रयोगं करोतु. तत्र सः कथञ्चित्, सः कथञ्चित् निमग्नं सिकतासु निमग्नं कौकेकं कञ्चन शङ्खं गृहीत्वा. समीचीनं भगिनि. हा, इतस्ततः भ्रामितवान्. हा, भ्रामितवान् इति तत्र भ्रामितवान् नाम भ्रामितवान् अटितवान् नाम सः न भ्रमितवान् किन्तु भ्रामितवान्, शङ्खं भ्रामितवान्. हा, तत्र नाम पठति पाठयति णिच्छस्ति प्रेरणार्थे. हा, भ्रामितवान्. अतः तत्र साक्षात् तत्र शिष्यः न भ्रमितवान् किन्तु सः शिष्यः शङ्खं भ्रामितवान्. हा, शङ्खं भ्रामितवान् इति समीचीनं भगिनि. हा, अस्तु, अग्रे धन्यवादः भगिनि. अग्रे प्रिया भगिनि. शङ्खस्य अन्तः काश्चन पिपीलिकाः आसन्. अत्र काश्चन पिपीलिकाः, पिपीलिकाः बहुवचनम् अस्ति, लिङ्गपदमस्ति. काश्चन तस्य विशेषणम्. अन्तः योगे शङ्ख षष्ठी इति. हा, तत्र अस्तु, तत्र पुनः तत्र शङ्खस्य इति कीदृशः, कीदृशस्य शङ्खस्य इति तत्र पूर्वस्मिन् वाक्ये यदासीत् तत् स्थापयतु. तत्र सिकतासु, सिकतासु निमग्नः कश्चन शङ्खः. इदानीं तत्र निमग्नस्य कस्यचन शङ्खस्य. हा, समीचीनं भगिनि. हा, शङ्खस्य, हा, तावदेव. अस्तु, अग्रे अन्तः किम् आसीत् अथवा के आसन्, काः आसन्? काश्चन पिपीलिकाः आसन्. पिपीलिकाः आसन्, समीचीनं. हा, इदानीं अग्रे पठामि वा? अग्रे पठतु भगिनि. हा, तासु काचित् पिपीलिका तस्य हस्तम् अदशत्. हा, तासु इत्युक्ते कासु? काश्चन पिपीलिकाः ये सन्ति, तासु काचित् पिपीलिका एकः एका तस्य हस्तम् अदशत्. कस्य कस्य हस्तम्? शिष्यस्य. शिष्यस्य हस्तम् अदशत्. हा, समीचीनं. हा, एका पिपीलिका, का पिपीलिका इति न जानीमः, किन्तु एका पिपीलिका शिष्यस्य हस्तम् अदशत्. हा, समीचीनम्. अग्रे तदा सः शिष्यः तीव्रवेदनाम् अनुभूय क्रोधेन तं शङ्खं नद्यां क्षिप्तवान्. अत्र कोऽपि चित्चन प्रयोगः नास्ति, किन्तु वदतु भगिनि. परन्तु शिष्यः किञ्चित् वेदनम् अनुभूय तत्र ल्यप् अस्ति, क्रोधेन तृतीया तं शङ्खं, कं शङ्खं, यस्मिन् शङ्खे सिकता सिकता सन्ति, तं शङ्खं सः नद्यां क्षिप्तवान्. तं शङ्खं नद्यां क्षिप्तवान्. तत्र अनुभूय ल्यबन्तमस्ति. किमर्थं ल्यबन्तम् अत्र अस्ति? तत्र अनु उपसर्गः भू इति धातोः आगच्छति चेत् अनु उपसर्गः आगच्छति चेत् तत्र ल्यप् अस्ति ल्यप् अस्ति समीचीनं हा अतः तत्र अनुभूय अपि प्रथमा क्रिया अस्ति सः किम् अनुभवति अथवा काम् अनुभवति सः सः वेदनाम् अनुभवति तदनन्तरं सः क्षिपति हा अतः तत्र प्रथमतया अनुभूय तदनन्तरं सः क्षिपति अतः तत्र ल्यबन्तं वा त्वान्तं वा भवति यत्र कार्यद्वयं किन्तु एका कार्य प्रथमतया भवति समीचीनं भगिनि हा अस्तु अग्रे सर्वाः पिपीलिकाः मृताः अभवन् अत्र ये सर्वे ये सर्व या सर्वा याः सर्वाः पिपीलिकाः तं शङ्खम् अन्ते सन्ति तस्मिन् शङ्खे सन्ति तासां मृत्युः अभवन् अभवत् तासां मृत्युः अभवत् अथवा ताः सर्वाः मृताः जाताः इति समीचीनं भगिनी अस्तु हा अस्तु अग्रे लक्ष्मी भगिनी हा अस्तु महोदय तदा गुरुः शिष्यान् उक्तवान् भोः शिष्याः पश्यन्तु काचित् पिपीलिका एतम् अदशत् किन्तु तस्याः कारणतः सर्वाः अपि पिपीलिकाः एतेन जले पातिताः गुरुः शिष्यान् उक्तवान् पश्यन्तु काचित् पिपीलिका एतम् अदशत् काचित् पिपीलिका पिपीलिका विशेष्यं काचित् विशेषणम् एतम् अदशत् कम् अदशत् शिष्यम् अदशत् किन्तु एका एव पिपीलिका तम् अदशत् खलु किन्तु तस्याः कारणतः सर्वाः अपि पिपीलिकाः एतेन जले पातिताः केन पातिताः तेन शिष्येण पातिताः हा तत्र पातिताः इति अस्ति तत्र किमर्थं पतिताः इति नास्ति शिष्येण पातिताः नाम शिष्यः हा तत्र प्रेरणार्थं पुनः तत्र पातयति अत्र पातिताः इति तप्रत्ययः पातिताः ते पिपीलिकाः सर्वाः पिपीलिकाः पातिताः तत्र शिष्येण कस्याः कारणतः किन्तु तस्याः कारणतः तस्याः नाम कस्याः या पिपीलिका एकस्याः पिपीलिकाः पिपीलिकायाः नाम या पिपीलिका शिष्यम् अदशत् तस्याः पिपीलिकायाः कारणतः सर्वाः अपि पिपीलिकाः जले पातिताः शिष्येन समीचीनं हा अग्रे पठामि वा अग्रे पठतु भगिनि हा एवमेव एकः दुष्टः भवति चेदपि तस्य प्रभावः तं परितः स्थितानां निरपराधानां सज्जनानाम् उपरि अपि भवति इति एकः दुष्टः भवति चेदपि तस्य दुष्टस्य प्रभावेण तं शिष्यस्य न तं परितः पूर्णवाक्यं पठतु एकवारं हा एवमेव एकः दुष्टः भवति चेदपि तस्य प्रभावः तं परितः स्थितानां निरपराधानां सज्जनानाम् उपरि अपि भवति इति अस्तु तत्र भवति इति क्रियापदं तत्र कर्तृपदं किम् अस्ति किं भवति अथवा कः भवति तत्र प्रभावः भवति हा समीचीनं भगिनी तत्र दुष्टस्य प्रभावः भवति तत्र केषाम् उपरि भवति प्रभावः निरपराधानां सज्जनानाम् उपरि भवति हा तत्र एते जनाः तत्र कुत्र स्थिताः कुत्र स्थितः तं परितः स्थितानां निरपराधानां तम् इति इदानीं कं परितः दुष्टस्य परितः दुष्टं परितं दुष्टं परितः दुष्टं परितः दुष्टं परितः स्थितानां निरपराधानां सज्जनानाम् उपरि अपि तत्र दुष्टस्य प्रभावः भवति इदानीं तत्र किम् अभवत् तत्र शिष्यस्य पूर्वं शिष्यस्य प्रश्नः आसीत् खलु शिष्याणां प्रश्नः आसीत् खलु तत्र एकेन तत्र कश्चित् दुष्टः स्यात् नाम किन्तु एकस्य दुष्टस्य कारणेन निरपराधैः अन्यैः अपि मरणं प्राप्तव्यं कथम् इति समीचीनं कथम् इति प्रश्नः आसीत् इदानीं तत्र उत्तरं गुरुणा उत्तरं दत्तमस्ति तत्र तत्र दुष्टस्य परितः दुष्टं परितः स्थितानां निरपराधानां सज्जनानाम् उपरि अपि तत्र दुष्टस्य प्रभावः भवति इति अस्तु अग्रिम अन्तिमवाक्यं गुरोः वचनं श्रुत्वा सर्वे विस्मिताः अभवन् तत्र विस्मितः आश्चर्य अथवा चकितः चकिताः अभवन् तत्र सर्वे शिष्याः गुरोः वचनं गुरोः इति विभक्ति का तत्र गुरोः षष्टि एकवचनं तस्य वचनं कस्य वचनं गुरोः वचनं श्रुत्वा अतः तत्र शृण्वन्ति तदनन्तरं विस्मिताः भवन्ति अतः तत्र श्रुत्वा सर्वे विस्मिताः अभवन् इति अस्ति तत्र अस्तु अत्र एषः पाठः तत्र सर्वे किं चिन्तयन्ति तत्र समीचीनं वा कथा समीचीना वा कथा अथवा असमीचीना इति के चिन्तयन्ति महोदय अहं किञ्चित् असमीचीना एव चिन्तयामि सत्यं भगिनि तत्र मम अपि सः एव तदेव मतम् अस्ति नाम तत्र कोऽपि भवतु तत्र प्रत्येकस्य यदि एतादृशी स्थितिः चेत् तत्र भगवन्तस्य भगवतः तत्र किं भगवत्य आश्रयः नास्ति एव अपि तत्र तत्र अपि तत्र अञ्जस्ट् इति भवति खलु तत्र अतः तत्र निमित्तमस्ति तत्र स्वस्य किमपि पूर्वसञ्चितमपि अस्ति अतः भगिनि अतः एव किन्तु यथा अत्र सूचितमस्ति तत्र निरपराधानामपि तत्र भवति इति तद् साक्षात् अस्ति चेत् तद् न अङ्गीकर्तुं शक्नुमः खलु अतः तत्र सर्वेषामपि किमपि तत्र अस्ति अतः एव तत्र किमपि अभवत् इति चिन्तयितुं शक्नुमः किन्तु कथायां यदस्ति अङ्गीकुर्मः किन्तु प्रायशः तत्र सर्वे न अङ्गीकुर्वन्ति इति अहं चिन्तितवान् अतः एव पृष्टवान् अस्तु तर्हि समीचीनम् अस्तु तत्र वेदभगिनी तत्र अवधेयम् इति पुनः तत्र एक अशीतितमे पुटे उपरि अवधेयम् इति अस्ति एकवारं पठति वा उपरितन चित् जन इत्येतयोः अर्थभेदः कोऽपि नास्ति कश्चन इत्येतयोः अर्थः समानः एवम् इतत्र अपि इतरत्र अपि आपणतः कानिचित् पत्राणि आनयामि आपणतः कानिचन पत्राणि आनयामि समानार्थकवाक्यं वाक्ये स्तः अग्रे अहं चिन्तयति चन इत्युक्ते यत्र गणनाम् अस्ति तत्र चनप्रयोग न न न न तादृशं नास्ति भगिनि नास्ति नास्ति चित्चन समानार्थकं केषुचित् नगरेषु जलाभावः अस्ति केषुचन नगरेषु जलाभावः अस्ति परिश्रमिणः केचित् एव उत्तीर्णाः भवन्ति केचित् एव उत्तीर्णाः भवन्ति परिश्रमिणः केचन एव उत्तीर्णाः भवन्ति अस्तु तत्र तावदेव तत्र नाम चिच्छन तयोः मध्ये रूपभेदः अस्ति किन्तु अर्थभेदः नास्ति इति एव तत्र अत्र वार्ता अस्तु अग्रे पठामि वा न न तावदेव तावदेव भगिनि समीचीनम् अस्तु इदानीम् अग्रे तत्र शोभा भगिनी अत्र अधोभागे तत्र अवधेयम् अपि अस्ति तदेकवारं पठति वा भगिनि आं महोदय किं शब्दस्य रूपैः सह यथा तथैव कुत्र कति कदा कुतः कथम् इत्येतैः प्रश्नवाचकैः सह अपि चित् चन योजयितुं शक्यते तेषामपि अनिश्चयार्थकत्वम् एव यथा पठामि वा अग्रे यथा सः जङ्गमदूरवाणीं कुत्रचित् पातितवान् जङ्गमदूरवाणी नाम जङ्गमदूरवाणीं तत्र यच्छरति जङ्गम ओ स्थावरजङ्गम अस्तु महोदय चरवाणी इति श्रुतवती जङ्गम इति न श्रुतवती कुत्रचित् कुत्रचित् अथवा कुत्रचन आत्मा कदाचित् न जायते न म्रियते तत्र आत्मा कदाचित् इति अस्ति आत्मा कदाचन न जायते इति अतः तत्र कदापि तत्र कदाचित् तत्र केनापि मार्गेण तत्र तस्य जननं न भवति मरणमपि न भवति नित्यवस्तु इति जीवने कष्टानि भवत्येव कथञ्चित् सर्वकार्यं समाजकार्यं स्वकार्यं समाजकार्यञ्च साधनीयम् अत्रापि कथञ्चित् इति अस्ति कथञ्चन इति कथञ्चन स्वकार्यं समाजकार्यञ्च साधनीयम् इति भवितुम् अर्हति सर्वस्यापि कतिचित् जन्मानि भवन्ति कति कतिचित् इति अस्ति अतः सर्वस्यापि कतिचन जन्मानि भवन्ति वयं न जानीमः कति जन्मानि भवन्ति इति अतः अनिश्चितानि जन्मानि वा अनिश्चितानि जन्मानि भवन्ति कुतश्चित् तत्र कुतः इत्यस्य प्रयोगः कुतश्चित् वार्ता श्रुता मया तत्र स्त्रीलिङ्गे कुतः इति न स्मरामि तत्र कुतश्चित् अस्ति कुतश्चन एव भवति कुतश्चन विसर्ग अस्ति इति कृत्वा कुतश्चन इति भवति अतः तत्र पुनः तत्र अनिश्चितार्थकत्वम् तत्र न जानीमः तत्र कुतः इति न ज्ञातम् कुतश्चित् वार्ता कुतश्चित् वार्ता मया श्रुता मया इति समीचीनम् अनिश्चितार्थेन तत्र अनिश्चितार्थः अस्ति अनिश्चितार्थकत्वेन कुतश्चित् अथवा कुतश्चन इति भवति इति समीचीनं भगिनि अस्तु तत्र मध्ये तत्र वाक्यानि अस्ति अस्तु तत्र एतदेव तत्र अवधेयमूलविषयाः आसन् अस्तु तर्हि तत्र काचित् गच्छति अस्तु तत्र प्रायशः तावदेव तत्र इदानीं तत्र अग्रिमवर्गे तत्र अभ्यासान् कर्तुं शक्नुमः किन्तु तत्र इदानीम् अद्य प्रायशः तत्र स्थगयामः अस्तु तर्हि तत्र अन्ते तत्र नरेश् महोदय तत्र शान्तिमन्त्रं वदति वा महोदय महोदय ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ गुरुभ्यो नमः धन्यवादः महोदय सर्वेभ्यो नमः सर्वेषां तत्र नवरात्रिमहोत्सवस्य शुभाशयाः सर्वेषां कृते अतः तत्र अग्रिमे सप्ताहे धन्यवादः भगिनी अग्रिमे सप्ताहे वर्गः न भवति अतः तत्र तस्य अग्रिमसप्ताहे अतः तत्र सप्ताहद्वयानन्तरं विंशतिः दिनाङ्के हा सत्यं भगिनि सत्यं भगिनि विंशति इति भारतदेशे विंशति अत्र नवदश अस्तु तर्हि अस्तु तर्हि नमस्कारः धन्यवादः धन्यवादः।